पद्मपुराणं खण्डं टु भूमिखण्डः अध्यायं 110 कुञ्चल उवाच आमन्त्र्यस्य मुनीन् सर्वान्वसिष्ठं तपदां वरम् समुत्सुको गन्धुकामो नहुषो दानवं प्रति ततस्ते मुनयः सर्वे वसिष्ठाद्यास्तपोधनाः आशीर्भिरभिनन्द्यैनमायुपुत्रं महाबलम् आकाशे देवता सर्वा जघ्नुर्वै दुन्दुभीन्मुदा पुष्पवृष्टिं प्रचक्रुस्ते नहुषस्य च मूर्धनि अध देवसहस्राक्षसुरैः सार्धं समागतः ददौ शस्त्राणि चास्त्राणि सूर्यतेजोपमानि च देवेभ्यो नृपशार्दूलो जगृहे द्विजसत्तम तानि दिव्यानि चास्त्राणि दिव्यरूपोपमोऽभवद अध ता देवता सर्वा सहस्राक्षमधा ब्रुवन् स्यन्दनो दीयतामस्मै नहुषाय सुरेश्वर देवानां मदमाज्ञाय वज्रपाणिस्वसारथिम् आहूय मातलित्तं तु आदिदेश ततो द्विज यनं गच्छ महात्मानमुह्यतां स्यन्दनेन वै स्वधजेन महाप्राज्ञमायुजं समरोद्यदं स चोवाच सहस्राक्षं करिष्ये तव शासनम् एवमुक्त्वा जगामाशुह्यायुपुत्रं रणोद्यदं राजानं प्रत्युवाचैव देवराजस्य भाषितम् विजयी भव धर्मज्ञ रथेनानेन सङ्गरे इत्युवाच सहस्राक्षस्त्वामेव नृपदीश्वर जहित्वं दानवं सङ्ख्ये तं कुण्डं पापचेतनं समाकर्ण्य स राजेन्द्र सानन्दपुलकोद्गमः प्रसादाद्देवदेवस्य वसिष्ठस्य महात्मनः दानवं सूदयिष्यामि समरे पापचेतनं देवानां च विशेषेण मम मायापचारितम् एवमुक्ते महावाक्ये नहुषेण महात्मना अथा यादस्वयं देवशङ्खचक्रगदाधरः चक्राच्चक्रं समुत्पाट्य सूर्यबिम्बोपमं महद ज्वलदा तेजसा दीप्तं सुवृत्तारं शुभावहं नहुषाय ददौ देवो हर्षेण महदा किल तस्मै शूलं ददौ शम्भुः सुतीक्ष्णं तेजसान्वितम् तेन शूलवरेणासौ शोभदे समरोद्यदः द्वितीयशङ्करश्चासौ त्रिपुरघ्नो यथा प्रभुः ब्रह्मास्त्रं दत्तवान् ब्रह्मा वरुणपाशमुत्तमं चन्द्र तेजः प्रदीकाशं शङ्खं च नादमङ्गलम् वज्रमिन्द्रस्तथा शक्रिं वायुश्चापं समार्गणम् आग्नेयास्त्रं तथा वह्निर्ददौ तस्मै महात्मने शस्त्राण्यस्त्राणि दिव्यानि बहूनि विविधानि च ददुर्देवा महात्मानस्तस्मै राज्ञे महौजस्य कुञ्चल उवाच अध आयुषितो वीरो दैवधैः परिमानितः आशीर्भिर्नन्दितश्चापि मुनिभिस्तत्त्ववेदिभिः आरुरोहरथं दिव्यं भास्वरं रत्नमालिनं खण्डारवैप्रणदं तं क्षुद्रखण्डासमाकुलम् रथेन तेन दिव्येन शुशुभे नृपनन्दनः दिवि मार्गे यथा सूर्यस्तेजसा स्वेन वै किल प्रतपं स्तेजसा तद्वद्दैत्यानां मस्तकेषु सः जगामशीघ्रं वेगेन यथा वायुः सदा गतिः यत्रासौ दानवः पापस्तिष्ठदे स्वबलैर्युधः तेन मादलिना सार्धं वाहकेन महात्मना इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये चवनचरित्रे नहुशाख्याने दशाधिकशततमोऽध्यायः ॐ